गुरुब्रह्मा गुरुविष्णुगुरुदेव महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतं न्यायशास्त्रवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र लक्षणं मूलविषयः अस्ति तत्र पृथिव्याः लक्षणं किन्तु एषः एव एतदेव प्रथमलक्षणमिति कृत्वा लक्षणं किं लक्ष्यं किम् इति तत्र विस्तारेण वयं दृष्टवन्तः तत्र दोषत्रयं वर्तते एतत् सर्वं लक्षणाभासे दोषत्रयं वर्तते इति वयं गतवर्गे दृष्टवन्तः एतान् विषयान् आधारीकृत्य तत्र आदौ शोभभगिन्याः उपस्थापनं वर्तते अतः शोभभगिनी कृपया आं महोदय धन्यवादः नमस्ते महोदय नमः सर्वेभ्यः श्रीगुरुभ्यो नमः अद्य मम उपस्थापनं द्रव्यनिरूपणम् इत्यस्य विषये भवति अत्र सप्तत्रिंशत्तमे पुटे उद्देशग्रन्थानुसारेण आदौ पृथिवीं निरूपयति इति एतस्य पाठस्य आरम्भे उक्तं यथा सप्तपदार्थानां निर्देशे पठितवन्तः पुस्तकस्य द्वितीया तृतीया च पुटे द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः सप्तपदार्थाः इति तत्र तत्र समवायाः तदेव द्रव्ये सर्वे सप्तपदार्थाः तिष्ठन्ति इत्यतः द्रव्यं प्रथमं निर्दिष्टं तदनन्तरं सप्तमे पुटे द्रव्याणि नव एव तत्र द्रव्याणि इति आरभ्य तत्र पृथ्वी अप् तेज वायु आकाश काल दिक् आत्मा मनः इति द्रव्येषु पृथिवी प्रथमम् अग्रे यत् अस्मिन् अध्याये दत्तमस्ति तत्र गन्धवती पृथिवी सा द्विविधा नित्या नित्या च नित्या परमाणुरूपा अनित्या कार्यरूपा पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् शरीरम् अस्मदादीनाम् इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति विषयो मृत्पाषाणादिः इति अस्मात् तत्र गन्धवती पृथिवी इति स्वीकृतं गन्धवती इति मतुप्रत्ययः इति ज्ञातवन्तः गन्धवत् गन्धवती गन्धवान् इति त्रिषु लिङ्गेषु भवति इदानीम् अत्र गन्धः लक्ष्यभूतायाः पृथिव्याः लक्षणम् इति उक्तं ततः लक्ष्यम् इत्युक्ते किम् इति आदौ निरूप्यते शास्त्रे तस्य विवरणम् इत्थं जिज्ञासितः अथवा ज्ञातुम् इष्टः पदार्थः लक्ष्यम् इति उच्यते तत्र जिज्ञासितः ज्ञातुमिष्टः इति द्वे अपि ता प्रत्ययान्तपदे यस्य पदार्थस्य विषये किमपि ज्ञातुम् इच्छामः तदा अस्माकं जिज्ञासा भवति तस्य पदार्थस्य कृते अपि च सः पदार्थः जिज्ञासितः अथवा ज्ञातुमिष्टः भवति तदेव लक्ष्यम् इति भवति तर्हि पूर्वोक्ते गन्धः लक्ष्यभूतायाः पृथिव्याः लक्षणम् इति वाक्ये गन्धः पृथिव्याः लक्षणम् इति निरूपितम् अस्ति लक्षणम् अस्माकं लक्ष्यभूते द्रव्ये कश्चित् विलक्षणः पदार्थः भवेत् यत् सर्वेषु लक्ष्यसमानजातीयेषु इत्युक्ते सजातीयेषु द्रव्येषु स्यात् तथा एव लक्ष्यसमानविजातीयेषु द्रव्येषु न स्यात् तदा सः तल्लक्षणम् इति नाम्ना उच्यते तत्र तल्लक्षणम् इत्यस्य तद् लक्षणम् इति तेन तद्वति तद्वान् तद्वत् इति मतुप्रत्ययान्तपदानि भवन्ति लक्षणस्य अभिज्ञानाय यथा गोजातीयेषु सास्ना इति लक्षणं तद्वती या भवति सा गौः पुस्तके चतुश्चत्वारिंशत्तमे चित्रे एतद् दर्शितमस्ति सास्ना इति सर्वेषु गोजातीयेषु अथवा गोत्वाश्रयेषु वर्तते तथा एव लक्ष्यसमानविजातीयेषु इत्युक्ते तत्र अश्वं महिष्यादिषु न वर्तते सास्ना एव गोः लक्षणम् इति कथं निर्दिष्टं यद्यपि गोषु अन्ये पदार्थाः अपि सन्ति यथा गोः नेत्रे शृङ्गं पुच्छः पादचतुष्टयम् इत्यादयः यतोहि ते पदार्थाः गोत्वाभावाश्रयेषु यथा तत्र गोत्वाभावाश्रयेषु यथा अश्वेषु महिषेषु सिंहेषु इत्यादिषु अपि भवन्ति लक्षणम् इति सर्वेषु लक्ष्येषु भवेत् अपि च अलक्ष्येषु न भवेत् यः पदार्थः एवं प्रकारेण न भवति तदस्ति लक्षणाभासः इति तेन उपरि उक्ताः पदार्थाः विसर्ज्यन्ते लक्षणाभासः त्रिधा अव्याप्तिदोषः अतिव्याप्तिदोषः असम्भवदोषः इति अव्याप्तिदोषः इति प्रथमः दोषः कश्चित् पदार्थः सर्वेषु लक्ष्येषु न किन्तु केषुचित् लक्ष्येषु एव वर्तते सः पदार्थः अव्याप्तः अत्र पुस्तके पञ्चचत्वारिंशत्तमे चित्रे अष्टौ गावः दर्शिताः यत्र गोत्वम् इति सर्वेषु गोषु दर्शितं यतोहि गोत्वम् इति जातिः किन्तु गावः विविधवर्णयुक्ताः सन्ति इदानीं लक्षणसाधनाय तत्र गोः एकं वर्णं यथा कृष्णवर्णं स्वीकुर्मः चेत् तदा सः कृष्णवर्णः सर्वासु गोषु अथवा गोत्ववत्सु वर्तनीयः किन्तु तथा नास्ति कासुचित् गोत्ववत्सु कृष्णवर्णस्य अभावः दृश्यते अतः कृष्णवर्णे अव्याप्तिदोषः वर्तते तस्य व्याप्तिः कासुचित् गोषु सीमिता भवति तर्हि लक्षणम् इति सर्वेषु लक्ष्येषु भवेत् इति नियमस्य उल्लङ्घनं भवति अतः लक्षणं न भवितुम् अर्हति अतिव्याप्तिदोषः इति द्वितीयः दोषः यः पदार्थः अथवा ये पदार्थाः सर्वेषु लक्ष्येषु भवन्ति किन्तु अलक्ष्येषु अपि भवन्ति ते अव्याप्तिदोषग्रस्ताः यथा गोः शृङ्गे सर्वासु गोषु वर्तते इत्यतः अव्याप्तिदोषः न वर्तते तर्हि शृङ्गं लक्षणम् इति स्वीकुर्मः चेत् दोषाय भवति यतोहि तत् अलक्ष्येषु अपि भवति यथा अजेषु मृगेषु महिषेषु इत्यादिषु तथा एव गोषु स्थितेषु अन्ये पदार्थाः अन्येषु लक्ष्येषु अपि भवन्ति यथा गोः नेत्रे शृङ्गं पुच्छः पादचतुष्टयं शपः इत्यादयः तेषु अतिव्याप्तिदोषः वर्तते तेषां व्याप्तिः गोत्ववत्सु सीमिता नास्ति इति अपि च असम्भवदोषः इति तृतीयः दोषः यः धर्मः अद्वितीयः यः न कस्मिन्नपि लक्ष्ये भवति एकस्मिन् लक्ष्ये विहाय सः असम्भवदोषः यथा केशराः अथवा सिंहजटाः गोः लक्षणं न भवितुम् अर्हति कस्यामपि गवि केशराः न दृष्टाः तस्य सम्भवः कुत्रापि नास्ति इति केशरेषु असम्भवदोषः वर्तते आहत्य अव्याप्तिदोषः इत्युक्ते यः पदार्थः सर्वेषु लक्ष्येषु न वर्तते किन्तु केषुचित् लक्ष्येषु एव वर्तते तस्मिन् पदार्थे अव्याप्तिदोषः अस्ति सास्ना इति पदार्थः सर्वेषु गोषु वर्तते गोः कृते अधुना लक्षणं निरूपणं भवति अतः सास्ना इति पदार्थः सर्वेषु गोषु वर्तते अतिव्याप्तिदोषः यः पदार्थः सर्वेषु लक्ष्येषु भवति किन्तु अलक्ष्येषु अपि भवति तस्मिन् पदार्थे अतिव्याप्तिदोषः अस्ति सास्ना इति पदार्थः अलक्ष्येषु द्रव्येषु न वर्तते असम्भवदोषः यः पदार्थः लक्ष्येषु कदापि न सम्भवितुम् अर्हति सः असम्भवदोषग्रस्तः सास्ना इति पदार्थः गोषु वर्तते अतः सा असम्भवदोषग्रस्ता न एवं सास्ना इति गोः धर्मः लक्षणम् इति उच्यते तत्र सास्नावत्त्वम् इति गोः भावः सास्नावती इति गौः एव तथा एव गन्धवती पृथिवी अति अपि निरूप्यते गन्धः सर्वेषु पार्थिवपदार्थेषु वर्तते इति कृत्वा तस्मिन् अव्याप्तिदोषः नास्ति. अलक्ष्येषु इत्युक्ते तत्र जले, तेजसि, वायौ, आकाशे, काले, दिक्षु, आत्मनि अपि मनसि गन्धः इति पदार्थः नास्ति. अतः गन्धे अतिव्याप्तिदोषः न वर्तते. गन्धः पृथिवीं वर्तते इति कृत्वा तत्र असम्भवदोषः अपि नास्ति. अतः गन्धवत्वम् इति पृथिव्याः भावः, गन्धवती इति पृथिव्याः लक्षणं भवितुम् अर्हति. धन्यवादः महोदय. धन्यवादः भगिनि. हा, उत्तमरीत्या प्रतिपादितमस्ति भगिनि. हा, धन्यवादः. अस्तु, अतः तत्र वयं लक्षणं किम् इति ज्ञातवन्तः. तत्र दोषत्रयं वर्तते, तत्र अव्याप्तिदोषः, अतिव्याप्तिदोषः, अपि असम्भवः दोषः. अपि तत्र दोषत्रयं, दोषत्रयराहित्यम् अस्ति चेत् तस्मिन् पदार्थे, तदा वयं तं पदार्थं लक्षणम् इति स्वीकर्तुं शक्नुमः. अतः तत्र दोषत्रयराहित्यं भवेत्. इदानीं तत्र केचन अंशाः सन्ति यस्मिन् विषये अहं किञ्चित् वक्तुम् इच्छामि. तत्र दोषत्रयम् इति विषये, तत्र प्रथमतया तत्र वयं दृष्टवन्तः तत्र अव्याप्तिदोषः, अव्याप्तिदोषः तत्र न्यायरीत्या किञ्चित् वर्णनं भवति. प्रथमतया तान् परिशीलयामः. तत्र यत्र वर्तते, तत्र पुस्तकं तत्र उत्पीठिकायां वर्तते, अथवा इति स्वीकुर्मः, पुस्तकम् उत्पीठिकायां वर्तते, तत्र यत्र वर्तते वयं वदामः वृत्तित्वम् इति. वर्तते इति क्रियापदं त्यक्त्वा वृत्तित्वम् अस्ति इति वदामः. तत्र पुस्तकस्य वृत्तित्वम् उत्पीठिकायां वर्तते इति वदामः. तत्र पुस्तकम् उत्पीठिकायाम् अस्ति इति स्थाने वयं पुस्तकस्य वृत्तित्वम् उत्पीठिकायाम् अस्ति इति वदामः. तत्र वृत्तित्वं वर्तते इति स्थाने वृत्तित्वम्. इदानीं तत्र लक्षणम् इति कमपि पदार्थं स्वीकुर्मः, किन्तु परीक्षां कुर्मः तत्र लक्षणं भवति न वा, अथवा केवलं लक्षणाभासः अस्ति वा इति तत्र परीक्षा भवति. परीक्षायां प्रथमश्रेणी, प्रथम अंशः अस्ति तत्र अव्याप्तिदोषः, नाम तत्र लक्ष्यसमानजातीयेषु सर्वत्र तत्र लक्षणं भवेत् इति प्रथमपरीक्षा. तत्र दोषः नाम केवलं केषुचित् लक्ष्येषु एव भवति, किन्तु केषुचित् लक्ष्येषु न भवति इति चेत् तत्र वयम् उक्तवन्तः अव्याप्तिदोषः. तत्र केषुचित् लक्ष्येषु एव भवन्ति इति कृत्वा तत्र लक्ष्यसमानेषु अथवा समानजातीयेषु इति स्वीकुर्मश्चेत् तत्र सर्वत्र न वर्तते. अतः सर्वत्र तत्र लक्षणाभासः, इयं पदार्थः लक्षणं नास्ति इति चिन्तयामः, तत्र अव्याप्तिदोषः अस्ति इति चिन्तयामः, तत्र किं भवति, केषुचित् लक्ष्येषु एव अस्ति, किन्तु केषुचित् लक्ष्येषु नास्ति. अतः तस्य वृत्तित्वं नाम सः एषः पदार्थः सर्वत्र न वर्तते. अतः तस्य वृत्तित्वं सर्वत्र नास्ति, लक्ष्यसमानेषु सर्वत्र नास्ति. सर्वत्र नास्ति इति कथं वदामः, एकभागे एव अस्ति, नाम एकदेशे वृत्तित्वम् अस्ति, एकदेशे अवृत्तित्वम् अस्ति. अतः तत्र अव्याप्तिदोषः सर्वत्र न वर्तते इति न्यायरीत्या कथं वदामः, एकदेश अवृत्तित्वम्, सर्वेषु लक्ष्येषु एषः पदार्थः न वर्तते इति वयं कथं वदामः, एषः एतस्य पदार्थस्य एकदेश अवृत्तित्वम् अस्ति, नाम सर्वत्र लक्ष्येषु सर्वत्र नास्ति, अतः अव्याप्तिदोषस्य वर्णनम् एकदेश अवृत्तित्वम् इति भवति। तथैव तत्र अतिव्याप्तिदोषः, तस्य वर्णनं कथं भवति, कोऽपि वदति वा? तत्र एकदेश लक्ष्य अवृत्तित्वम् इति वक्तुं शक्नुमः, अथवा एकदेश अवृत्तित्वं। हा अस्तु, धनश्री भगिनी वदतु। अनेकदेशवृत्तित्वं भवेत्, अनेकदेश न, तत्र लक्ष्य अपि तत्र अलक्ष्य, तत्र वृत्तित्वं कुत्र भवेत्? अतिव्याप्तिदोषः अस्ति चेत् वृत्तित्वं कुत्र इति वदामः किं भगिनि? अलक्ष्य अवृत्तित्वम्, अलक्ष्य अवृत्तित्वम् अथवा वृत्तित्वं, दोषः अस्ति इति चिन्तयतु, दोषः अस्ति नाम तत्र अतिव्याप्तिदोषः अस्ति चेत् तत्र वृत्तित्वं कुत्र भवति? लक्ष्येषु भवति, अलक्ष्येषु भवति, अलक्ष्येषु अपि भवति, अतः अलक्ष्य वृत्तित्वम् अतिव्याप्तिदोषः। समीचीनं खलु? एकदेश अवृत्तित्वम् अव्याप्तिदोषः, अपि अतिव्याप्तिदोषः अलक्ष्यवृत्तित्वं, नाम अलक्ष्येषु वृत्तित्वम् अस्ति एतस्य पदार्थस्य इति, अतः तत्र अलक्ष्यवृत्तित्वम्। अपि तत्र असम्भवदोषः किं भवति? तत्र लक्ष्यसामान्य अवृत्तित्वं, नाम लक्ष्ये कुत्रापि एषः पदार्थः न भवति, एतस्य पदार्थस्य वृत्तित्वं नास्ति, एतस्य पदार्थस्य अवृत्तित्वम् अस्ति, अतः असम्भवदोष नाम लक्ष्यसामान्य अवृत्तित्वम् इति भवति। अतः तत्र दोषत्रयम्, एकदेश अवृत्तित्वम् अव्याप्तिदोषः, अलक्ष्यवृत्तित्वम् अतिव्याप्तिदोषः, लक्ष्यसामान्य अवृत्तित्वम् असम्भवदोषः। अतः तत्र एकदोष अवृत्तित्वं मा भवेत्, अलक्ष्यवृत्तित्वं मा भवेत्, अपि तत्र लक्ष्यसामान्य अवृत्तित्वम् अपि नास्ति चेत् तत्र वयं लक्षणम् इति स्वीकर्तुं शक्नुमः। अस्तु, इदानीं तत्र महोदय तत्र प्रश्नः, एकदेश अवृत्तित्वम् इत्युक्ते तत्र यथा गोः उदाहरणे तत्र कासुचित् गोषु एव भवति किल, गोषु न वर्तते, न वर्तते, क्षम अभावः इति वक्तुम् इष्टवती, कासुचित् गोषु तस्य अभावः वर्तते। अस्तु, हा, तदा एव तत्र सर्वत्र वृत्तित्वं नास्ति। हा, तत्र अव्याप्तिदोषः नाम केषुचित् वर्तते किन्तु केषुचित् न वर्तते, वर्तते इति तत्र वर्तते न वा इति नास्ति, तदपि भवेत् किन्तु केषुचित् न वर्तते तदपि भवेत्। अतः तत्र एकदेश इति वदामश्चेत् सर्वेषु लक्ष्येषु नास्ति किन्तु केषुचित् सर्वत्र नास्ति, केषुचित् तत्र न वर्त अवृत्तित्वम् अस्ति, अतः केषुचित् वृत्तित्वमपि भवति, यतोहि एकदेशः इति उक्तम्। एकदेशः इत्युक्ते पूर्णं नास्ति, केवलम् एकः एव भागः, अतः अस्मिन् भागे अवृत्तित्वम् अस्ति, अन्यस्मिन् अपरस्मिन् भागे वृत्तित्वम् अस्ति। समीचीनं वा भगिनि? आं महोदय, धन्यवादः। अतः तत्र एकदेश अवृत्तित्वं, हा अस्तु, तत्र जयलक्ष्मी भगिनी प्रश्न, हा एकदेशवृत्तित्वम् इति वदामः चेदपि समीचीनं भवति, एकदेशवृत्तित्वं वदामश्चेदपि समीचीनं भवति इति मन्ये भगिनि, किन्तु साधारणतया तत्र अवृत्तित्वम् इति एव तत्र मुख्य अंशः अस्ति, यतोहि तत्र अस्तु सर्वत्र नास्ति इति वक्तुम् इच्छामः। किन्तु तत्र एकदेशः इति कृत्वा सर्वत्र नास्ति इति अतः तत्र किं तत्र लाजिकल् इक्वलेण्ट् इति वदामः खलु, तत्र एकदेशवृत्तित्वम् अस्ति चेत् एकदेशवृत्तित्वमपि भवेत् इति, यतोहि तत्र एकदेश नाम पूर्णभागः नास्ति, पूर्णं नास्ति इति। यतोहि तत्र महोदय तत्र न्यायशास्त्रेषु अभावः इति स्वीकृतम् इति किल, तत्र अवृत्तित्वम् इति सर्वत्र नास्ति इति एव मुख्य अंशः खलु। तत्र कुत्रापि भवेत् न भवेत् इति तत्तु असम्भवदोषेण तत्र निवारितं भवति। हा कुत्रापि भवेत् न वा इति तत्र असम्भवदोषेण निवारितम्। लक्ष्ये कुत्र कोऽपि कस्मिन्नपि लक्ष्ये अस्ति चेत् तत्र असम्भवदोषः नास्ति, कुत्रापि लक्ष्ये वर्तते चेत् तत्र अन्यस्मिन्, अतः तत्र अन्यस्मिन् भागे न वर्तते चेत् तत्र एकदेशः एव भवति, सम्पूर्णतया न भवति खलु। आम् महोदय, तत्र अपि च तत्र अस्ति इति इत्यस्य सामान्यतया उपयोगः अपि न भवति इति किल, अभावः इति एव अभावः सर्वत्र न वर्तते, सर्वत्र न वर्तते इति अस्माकं मनसि भवेत् इति कृत्वा तत्र अवृत्तित्वम् इति स्वीकृतं तावदेव। आम् अस्तु, समीचीनम् अस्तु। धनश्री भगिनी प्रश्नः? हा महोदय, तत्र गूगल् फार्म्स् मध्ये ये प्रश्नाः सन्ति तस्य विषये अस्ति, अतिव्याप्तिदोषः तथा च अव्याप्तिदोषः द्वौ अपि एकस्मिन् एव स्थले न भवितुं शक्नुवन्ति इति अस्ति, नाम तत् प्रश्नमस्ति तत्र के गावः, काः गावः श्वेतः सन्ति, अनन्तरं के अन्ये प्राणिनः अपि श्वेतः सन्ति, तत्र किं भवति? तत्र केवलं हंसः अपि श्वेतः अस्ति, तत्र अव्याप्तिदोषः एव, यतोहि तत्र अतिव्याप्तिदोषस्य विवरणे शोभा भगिनी अपि उक्तम्, अपि पुस्तके दत्तमस्ति, तत्र अतिव्याप्तिदोषः कुत्र भवति, सर्वेषु लक्ष्येषु भवेत् अपि अलक्ष्येषु अपि भवेत्, अतः प्रथम अंशः अस्ति तत्र सर्वेषु लक्ष्येषु भवेत्, अतः तत्र अव्याप्तिदोषः नास्ति तत्र। अतः तत्र प्रथमतया तत्र सर्वत्र भवति वा लक्ष्येषु इति प्रथमा परीक्षा अव्याप्तिदोषः नास्ति इति प्रथमपरीक्षा, तदनन्तरमेव तत्र अतिव्याप्तिपरीक्षा नाम सर्वत्र अस्ति इदानीम् अन्यत्र अलक्ष्येषु अपि वर्तते न वा इति द्वितीया परीक्षा अपि तत्र प्रायशः तत्र असम्भवदोषः आरम्भे एव कृतं, यदि तत्र लक्ष्ये नास्ति चेत् किं परीक्षायाः आवश्यकता एव नास्ति खलु। अतः तत्र असम्भवदोषः वयं शीघ्रतया निर्णेतुं शक्नुमः, किन्तु तत्र अव्याप्तिदोषः अतिव्याप्तिदोषः तस्मिन् विषये किञ्चित् चिन्तनम् आवश्यकं भवति। धन्यवादः, समीचीनं वा? तत्र एषः अंशः तत्र सर्वेषु लक्ष्येषु भवेत् इति प्रथमः अंशः अतिव्याप्तिदोषे अस्ति इति कृत्वा अहं तं प्रश्नं स्थापितवान्, यतोहि सर्वे अवगच्छन्तु तत्र अव्याप्तिदोषः अतिव्याप्तिदोषः तयोः मध्ये तत्र एकस्मिन् पदार्थे लक्षण आभासे न भवितुम् अर्हन्ति इति अर्हतः। अस्तु, समीचीनं भगिनि। अस्तु, अन्य कोऽपि प्रश्नः महोदय? व्याप्तिदोषः इदानीं एकदेश सर्वेषु लक्ष्येषु सर्वत्र नास्ति, अनन्तरम् अतिव्याप्तिदोषः अन्यत्र अपि अस्ति, सर्वेषु लक्ष्येषु अस्ति अन्यत्र अपि अस्ति, असम्भवदोषः इत्युक्ते लक्ष्य सामान्य अव्याप्तिदोषः लक्ष्यसामान्य अवृत्तित्वं नाम लक्ष्ये अपि नास्ति, लक्ष्यसामानजातीयेषु अपि नास्ति, कुत्रापि नास्ति. नाम तत्र लक्षणं कोऽपि धर्मः भवेत् या यः धर्मः लक्ष्ये भवेत्, किन्तु तत्र लक्ष्ये अपि नास्ति, लक्ष्यसमानजातीयेषु अपि नास्ति चेत् तदानीं तत्र लक्षणमिति न स्वीकर्तुं शक्नुमः. दुष्टलक्षणं भवति, लक्षण आभासः भवति, तस्मिन् लक्षण आभासे असम्भवदोषः भवति. अतः तत्र दोषत्रयं वर्तते. दोषत्रयं लक्ष्येषु नास्ति, लक्ष्ये अन्ये अपि नास्ति, सर्वत्र नास्ति वा? हा, तत्र केवलं लक्ष्येषु भवेत्. लक्ष्यसामानवृत्तित्वम् अलक्ष्य अवृत्तित्वं भवेत् तदा एव तत्र लक्षणमिति स्वीकर्तुं शक्नुमः, खलु? तत्र लक्ष्येषु अपि नास्ति, अलक्ष्य लक्ष्यसामान्ये अपि नास्ति, कुत्र अस्ति? न न न, लक्ष्यसामान्ये नास्ति चेत् तत्र असम्भवदोषः. कुत्र अस्ति इति प्रश्नः नास्ति, किन्तु लक्ष्ये नास्ति, लक्ष्यसामान्य नाम समानजातीयेषु अपि नास्ति चेत् तत्र असम्भवदोषः इति भवति. अस्तु अस्तु. हा, तत्र यथा तत्र यदि शृङ्गं पुस्तकस्य लक्षणमिति वदामः, तत्र किं शृङ्गं पुस्तके भवति वा? अस्मिन् पुस्तके शृङ्गं नास्ति, अन्यस्मिन् पुस्तके अपि शृङ्गं नास्ति, अतः पुस्तकजातीयेषु समानजातीयेषु कुत्रापि शृङ्गं नास्ति इति कृत्वा तत्र शृङ्गं पुस्तकस्य लक्षणमिति न स्वीकर्तुं शक्नुमः. तत्र असम्भवदोषः वर्तते. समीचीनं वा? अस्तु अस्तु. तर्हि अपि इदानीं तत्र अग्रिमविषयः, तत्र केचन विषयाः सन्ति तत्र. अस्तु, अग्रे अग्रे अस्ति. तत्र वयं तत्र पृथिव्याः लक्षणम् इति पठितवन्तः. तत्र गन्धवती पृथ्वी, तत्र एतस्य वाक्यस्य विवरणं किमर्थम् अतुपस्ति, एतत् सर्वम् अग्रे किञ्चित् भवति. किन्तु तत्र नित्या अनित्या च, नित्या परमाणुरूपम्, अनित्या कार्यरूपं, नाम कार्यं यस्य कारणं भवति सः अनित्यपदार्थः. अपि तत्र अनित्यपदार्थानां तत्र वैविध्यं वर्तते, नाम शरीरम् इन्द्रियं विषयः इति तत्र त्रैविध्यं. तत्र शरीरम् अस्मदादीनाम् इति उक्तं. तत्र शरीरम् अस्मदादीनां, तत्र पार्थिवशरीरं, तत्र वेदान्तिनः अपि नैयायिकाः सर्वे स्वीकुर्वन्ति. तत्र पार्थिवशरीरं नाम तत्र पृथ्वीजन्यं, पार्थिव नाम पृथ्वीजन्यम् अस्ति तु, किन्तु तत्र पूर्णतया शरीरम् अस्माकं शरीरं पूर्णतया पार्थिवशरीरं नास्ति. पृथ्वीजन्यम् अस्ति, किन्तु तत्र तस्मिन् अन्ये तत्र जलं, वायु, वह्निः सर्वम् अस्ति. तत्र पञ्चाशत्, तत्र वेदान्तिनः वदन्ति तत्र पञ्चाशत् तत्र पार्थिवपरमाणवः सन्ति. तदनन्तरं तत्र द्वादश, सार्धद्वादश तत्र जलं, जलस्य अंशः सार्धद्वादश, वायोः अपि तथैव, वह्निः अपि तथैव, आकाशः अपि तथैव वर्तते इति. अतः तत्र पञ्चाशत् पृथ्वीपरमाणवः, तदनन्तरं तत्र आकाशः, जलं, वायुः, वह्निः, तत्र तेषां तत्र जलं, हा, तत्र अन्येषां तत्र अन्यद्रव्याणां तत्र सार्धद्वादश तत्र पर्सेण्ट् इति, हा, इति भवति. अपि तत्र शरीरम् इति तस्य विवरणमपि एतया रीत्या कुर्वन्ति. शरीरं नाम आत्मनः भोगायतनम्, आयतनं नाम आश्रयः, आत्मनः भोगस्य आश्रयः, आश्रयः तत्र येन शरीरम् इति अस्ति, येन भोगः अस्माभिः अनुभूयते, आत्मना अनुभूयते तत्र भोगः नाम किं सुखदुःखप्रत्यक्षं भोगः सः भोगः शरीरे भवति अतः तत्र भोगस्य आश्रयः भवति आत्मनः भोगायतनम् अस्माकं शरीरम् इति अतः तत्र अपि तत्र त्रैविध्यम् इति वर्णितमस्ति तत्र शरीरम् अस्ति इन्द्रियं तत्र घ्राणेन्द्रियम् अस्ति यत् शरीरं नास्ति इन्द्रियं नास्ति तत् सर्वं विषयः तत्र विषयः अपि तत्र तस्य वर्णनं भवति तत्र उपभोगसाधनम् उपभोगसाधनं नाम तत्र मृत् पुस्तकम् इति तादृशं यानि पदार्थानि ये पदार्थाः सन्ति लोके तत्र पार्थिवपदार्थाः तत्र उपभोगसाधनम् इति वर्णयामः तत्र जल तत्र जल जलजन्यमपि भवति चेदपि तत्र उपभोगसाधनं भवति किन्तु अत्र पार्थिव उपभोगसाधनम् उपभोगसाधनं नाम तत्र पुस्तकमस्ति पुस्तकस्य पठनेन किञ्चित् आनन्दः अनुभूयते भोगः भवति अतः तत्र पुस्तकं साधनं भवति अतः तत्र उपभोगसाधनम् इति पुस्तकं भवति यतोहि तेन वयं तत्र भोगम् अनुभवामः अतः तत्र उपभोगसाधनमिति नैयायिकाः वदन्ति अन्येषु दर्शनेषु अपि एतादृशं वर्णनं भवेत् अपि तत्र अतः तत्र अस्मिन् तत्र विषयः तत्र शरीरं पार्थिवशरीरं पार्थिव इन्द्रियम् अपि पार्थिवविषयः विषयाः इत्युक्ते तत्र उपभोगसाधनमपि भवेत् विषयः नाम अस्मिन् सन्दर्भे विषयः नाम उपभोगसाधनमपि भवेत् अपि पृथ्वीजन्यमपि भवेत् नाम पार्थिवद्रव्यं भवेत् पार्थिवपदार्थः भवेत् अपि उपभोगसाधनं भवेत् तथैव वयं पार्थिवविषयः इति वदामः तथैव तत्र जलस्य अपि तत्र जलमपि उपभोगसाधनं भवति किन्तु जलं तु पार्थिवविषयः नास्ति अस्तु एतावत् कोऽपि प्रश्नः वा तत्र शरीरं किम् इति तत्र एतत् सर्वं तत्र विवरणे यानि पदानि सन्ति तत्र पदानां किञ्चित् न्यायरीत्या विवरणम् अस्ति तावदेव पुस्तके न दत्तं किन्तु तत्र हा किन्तु समीचीनमस्ति इति कृत्वा अत्र वदामि कोऽपि प्रश्नः वा तत्र शरीरं नाम आत्मनः आत्मभोगायतनं भोग नाम सुखदुःखप्रत्यक्षम् अपि तत्र अन्य अपि तत्र शरीरस्य विवरणं भवति नाम तत्र हिताहितप्राप्तिपरिहार अनुकूलक्रिया भवति शरीरे नाम क्रियायाः आश्रयः शरीरम् कीदृशक्रियायाः आश्रयं तत्र हित यत्किञ्चित् समीचीनमस्ति अथवा यत्किञ्चित् समीचीनं नास्ति हित अहित हित किमपि समीचीनमस्ति तस्य प्राप्तिः प्राप्तिक्रिया भवति शरीरे अपि अहितक्रिया अस्ति तस्य परिहार क्रिया अपि तत्र शरीरे एव भवति अतः तत्र हित प्राप्ति अनुकूलक्रिया अहित प्राप्ति अथवा परिहार अनुकूलक्रिया द्वयमपि शरीरे भवति अतः तत्र शरीरं क्रियायाः आश्रयः भवति अतः तत्र हित अहित हिताहितप्राप्तिपरिहारानुकूलक्रियायाः आश्रयः शरीरम् इति अपि अन्यत् वर्णनमपि भवति अस्तु तत्र अपि घ्राणेन्द्रियम् इति विषये किञ्चित् वक्तव्यमस्ति तत्र घ्राणेन्द्रियं तत्र वर्णनं तत्र पुस्तके किं दत्तमस्ति तत्र इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति इति दत्तमस्ति तत्र ग्राहकं नाम किमस्ति तत्र ग्रहजनकं किं भवति ग्रहजनकं नाम ज्ञानं तत्र गन्धस्य ज्ञानं जनयति, तत्र अस्माकं ज्ञानं भवति, अस्माकं ज्ञानं जनयति, अतः तत्र गन्धस्य ग्राहकं नाम, ग्राहकं नाम ग्रहजनकं, ग्रहजनकं नाम ज्ञानं, कीदृशं ज्ञानं, गन्धस्य ज्ञानं, गन्धस्य ज्ञानं जनयति इति कृत्वा गन्धग्राहकं, गन्धग्राहकं नाम गन्धविषयकज्ञानजनकं, गन्धः इति विषयः तस्य ज्ञानं जनयति अस्मिन्, अतः तत्र गन्धग्राहकं नाम गन्धविषयकज्ञानजनकम्, एतत् इन्द्रियम्। अपि तत्र अन्यैः इन्द्रियैः गन्धस्य ज्ञानं न भवति, अतः तत्र घ्राणेन्द्रियेण एव गन्धस्य ज्ञानं भवति, एषः मुख्यांशः अस्ति। तत्र गन्धस्य ज्ञानं केवलं पार्थिवेन्द्रियेण एव, नाम घ्राणेन्द्रियेण एव भवति, अन्यैः इन्द्रियैः गन्धस्य ज्ञानं न भवति। अपि एतत् इन्द्रियं नासायाः अग्रदेशे, नासिकायाः अग्रदेशे अस्ति, अतः तत्र घ्राणेन्द्रियम् इति अपि गन्धग्राहकं, तत्र तस्य विवरणमपि कृतम् अस्ति। अस्तु, एतावत् समीचीनम्। इदानीम् अग्रे सरामः। अस्तु, कोऽपि प्रश्नः एतावत्? आं महोदय, पृथिव्याः नित्यारूपपरमाणु इति उक्तं खलु, इदानीं परमाणु च गन्धवती इति वक्तुं शक्नोति वा? परमाणु अपि, परमाणुः गन्धवान्, गन्धः पार्थिवपरमाणौ अपि अस्ति, गन्धः गन्धः पार्थिवपरमाणौ अपि अस्ति। अपि तत्र यदि पुस्तकम् इति पार्थिवपदार्थः इति स्वीकुर्मः, पुस्तके अपि गन्धः अस्ति, अतः तत्र पुस्तकं तु नित्यपदार्थः नास्ति खलु, यतोहि तस्य कारणम् अस्ति, अनित्यपदार्थमस्ति, तत्र गन्धः अस्ति, किन्तु परमाणुरूपे अपि गन्धः वर्तते, वर्तते सत्यं। समीचीनम्, अस्तु। अन्य कोऽपि प्रश्नः महोदय? अत्र विषयस्य विषये सन्देहः अस्ति किञ्चित्। विषयः पाषाणादि इति दत्तमस्ति पुस्तके, तत् विषयः उपभोगसाधनं, तत् अत्र भगिनी विषयः नाम अत्र त्रैविध्यम् इति उक्तं खलु, प्रथमतया तत्र पृथ्वी इति एव चिन्तयामः, पृथ्वी इति तस्य त्रैविध्यं तत्र प्रथमतया द्वैविध्यं, नित्यम् अनित्यं, तदनन्तरम् अनित्यस्य त्रैविध्यं खलु, अनित्यपार्थिवपदार्थानां त्रैविध्यं, प्रथमं अस्माकं शरीरम् अथवा तत्र केवलं मनुष्याणाम् इति नास्ति, किन्तु तत्र पशूनां, प्राणिनाम् इति सर्वं तत्र पार्थिवशरीरम्, अतः तत्र अस्मदादीनाम् इति उक्तं, शरीरम् अस्मदादीनां। द्वितीयम् अस्ति तत्र इन्द्रियं, तत्र केवलं पार्थिव इन्द्रियं नाम घ्राणेन्द्रियम्, एकमेव पार्थिव इन्द्रियमस्ति, घ्राणं घ्राणेन्द्रियम् अस्ति, अतः तत्र एकं तत्र शरीरम् अस्ति, किन्तु तत्र अनेकानि शरीराणि सन्ति, अपि इन्द्रियम् अपि अनेकानि इन्द्रियाणि सन्ति, किन्तु शरीरम् अपि इन्द्रियं विहाय पार्थिवपदार्थः, अनित्यपार्थिवपदार्थाः ये सन्ति, सर्वं तत्र पार्थिवविषयः विषयाः इति चिन्तयितुं शक्नुमः। नाम पुस्तकम्, उत्पीठिका, एतत् सर्वं यत् पृथिव्या जनकं जन्यमस्ति, पृथिव्या जन्यमस्ति, पृथिव्याः जन्यं नाम पृथ्वी, तत्र वयं तस्य मूलद्रव्यमस्ति पृथ्वी इति कृत्वा तावदेव। अपि अग्रे यदि वयं तत्र जलस्य विषये पठामः, तत्र जलस्य विवरणे अपि तत्र अनित्यजलं तत्र तस्य त्रैविध्यं भवति तत्र शरीरमिति भवति इन्द्रियमिति भवति तदनन्तरं विषयः इति भवति तत्र जलविषयः तत्र भवति तत्र नाम सरित् सागरः तत्सर्वं जलविषयः भवन्ति किन्तु इदानीं तत्र विषयः नाम किम् इति किञ्चित् विवरणं कर्तुम् इष्टवान् तत्र विषयः नाम उपभोगसाधनं नाम शरीरं नास्ति इन्द्रियं नास्ति किन्तु लोके अस्ति एतेन वयं सर्वे इति न किन्तु कोऽपि तत्र भोगः तेन भोगः अनुभूयते केन एतेन माध्यमेन अथवा साधनेन भोगः केनापि अनुभूयते इति कृत्वा तत्र उपभोगसाधनम् इति वदामः समीचीनं वा साधनमस्ति भोगस्य साधनमस्ति तत्र उपभोगसाधनम् इति वर्णनमस्ति किन्तु इदानीं तत्र एतत् सर्वं पुस्तके नास्ति केवलं तत्र एतादृशविवरणमपि भवति इति वक्तुम् इष्टवान् तावदेव अत्र शरीरः इत्युक्ते भवान् यथा उक्तवान् आत्मनः भोगायतनः भोगायतनम् आत्मन भोगायतनम् आश्रयः आत्मा शरीरे एव तत्र भोगम् अनुभवति तत् किमर्थम् अत्र उप इत्युक्ते समीपं उप शब्दस्य किं प्रयोजनं तस्मिन् विषये किञ्चित् अहं दृष्ट्वा एव वक्तुं शक्नोमि भगिनि तत्र वर्णनम् एतादृशम् अस्ति इति मया ज्ञातं किन्तु तत्र किमर्थम् उप इति दत्तमस्ति इति स्वीकृतमस्ति तद् अहं न जानामि किञ्चित् दृष्ट्वा वदामि अस्तु अस्तु धन्यवादाः अस्तु धन्यवादः भगिनि अस्तु धनश्री भगिनी प्रश्नः महोदय पार्थिवपरमाणु गन्धः अस्ति इति उक्तवान् भवान् परमाणु नाम विशेषरूपम् अस्ति विशेषे तु किमपि गुणः नास्ति न न न विशेषः इति भिन्नपदार्थः किन्तु तत्र सर्वेषु पदार्थेषु गुणः वर्तते खलु गुणाः वर्तन्ते अत्र विशेषपदार्थे नाम परमाणु अनन्तरं नित्यपदार्थे तु गुणः न वर्तते सर्वेषु परमाणुषु विशेषः इति पदार्थः वर्तते किन्तु केवलं विशेषः एकः एव पदार्थः परमाणुषु वर्तते इति न उक्तं कुत्रापि नाम तत्र गन्धः तत्र पृथिव्याः गुणः भवति लक्षणमपि अस्ति किन्तु गुणः अपि भवति अतः यदि तत्र वयं पुस्तकं स्वीकृत्य तस्य खण्डद्वयं कुर्मः गन्धः प्रथमखण्डे अपि अस्ति द्वितीयखण्डे अपि अस्ति इदानीं तत्र खण्डचतुष्टयं कुर्मः तत्र प्रत्येकखण्डे अपि गन्धः भवति यतोहि गुणः इति अस्ति अतः तत्र परमाणुषु अपि गन्धः वर्तते तथैव तत्र जलस्य परमाणुषु अपि तत्र यत् लक्षणमिति वदामः सः गुणः एव भवति तत्रापि भवति अतः तत्र गन्धवती पृथ्वी इति परमाणुषु अपि गन्धः वर्तते नित्यद्रव्येषु नित्यपार्थिवद्रव्येषु पदार्थेषु अपि तत्र अनित्यपदार्थेषु पार्थिवपदार्थेषु अपि गन्धः भवति अस्तु अन्य कोऽपि प्रश्नः उत्तमः अस्ति तत्र अनेके प्रश्नाः सन्ति चेत् चर्चा भवति अस्माकं मनसि सम्यक्तया स्थापितं भवति अतः धन्यवादः अस्तु तत्र इदानीम् अन्य अपि अंशः तत्र आसीत् तत्र एकनिमिषः तत्र कुत्र अस्ति तत्र प्रयोगः एकः प्रयोगः आसीत् पुस्तके मा एकनिमिषः तत्र भूत् तत्र मा भूत् इति प्रयोगः कुत्र अस्ति कोऽपि जानाति वा पश्यति वा पुस्तके यस्मिन् एव तत्र महोदय गन्तवती पृथ्वी इत्यस्य अनन्तरं फस्ट् पेराग्राफ् मध्ये एव अस्ति फस्ट् पेराग्राफ् मध्ये अस्ति सा तर्हि जाता लक्ष्यं ततः पूर्वं मध्ये एवं लक्ष्यविजातीयाः ये तेषु मा भूत् सः तल्लक्षणम् इति धन्यवादः भगिनि तत्र मा भूत् इति तत्र कोऽपि वदति वा तत्र मा भूत् इति कीदृशः प्रयोगः लुङ् अस्ति तत्र अभूत् इत्यस्य अकारः लोपः किमपि अस्ति इति अतः तत्र लोट् अस्ति साक्षात् लोट् अर्थे अस्ति मा भवतु इति अर्थे अस्ति तत्र सूत्राणि सन्ति तत्र एतस्य विवरणं तत्र स्वरूपमहोदय कृतवान् अहं तत्र लिङ्क् प्रेषयामि तत्र सूत्रद्वयं वर्तते एकनिमिषः अहं तत्र वाट्साप् मध्ये तत्र एकनिमिषः तत्र अस्मिन् विषये तत्र वाट्साप् मध्ये प्रेषयामि तत्र विवरणं स्वरूपमहोदयेन कृतमस्ति इदानीम् अहं प्रेषितवान् तत्र कथं तत्र मा भूत् इति प्रयोगः भवति इति अस्तु इदानीम् अग्रे सरामः तर्हि तत्र इदानीम् अस्माकं दोषत्रयं दृष्टवन्तः इदानीं तत्र नित्यत्वादिविभागः अस्तु तर्हि तत्र शैलजा भगिनी पठितुम् इच्छति वा आं महोदय नित्यत्वादिविभागः इति नित्यत्वादिविभागः प्रकृतमनुसारमः गन्धः पृथ्वीयाः लक्षणम् इत्युक्तम् लक्षणज्ञानेन सामान्यतः पृथ्वीयां ज्ञातायां विशेषजिज्ञासा भवति तत्रोक्तं नित्या अनित्या च नित्या परमाणुरूपम् अनित्या कार्यरूपम् इति यस्य नित्यपरमाणुरूपा अनित्या कार्यरूपा इति यस्य उत्पत्तिः नास्ति अर्थात् प्रभावो न भवति एवं प्रागभावः न भवति एवं ध्वंसोऽपि न भवति सः नित्यः यथा आकाशः तावत्पर्यन्तं वदतु भगिनि नित्यत्वादिविभागः नित्यत्वम् आदिविभागः प्रकृतमनुसरामः ऐ डोण्ट् नो महोदय ऐ थिङ्क् ऐ केनाट् अनुसरामः नाम तत्र एतावत् तत्र आदौ किम् आसीत् पृथिव्याः लक्षणं दत्तमासीत् खलु मूलविषयः अस्ति तत्र पृथिवीं निरूपयामः इति यद्दत्तमस्ति खलु आदौ द्रव्यनिरूपणम् इति 37 पेज् मध्ये तत्र पृथिवी इत्युक्ते का पृथिव्याः लक्षणं किम् इति उक्तमस्ति गन्धवती पृथिवी इति लक्षणम् उक्तमस्ति किन्तु तदनन्तरं तत्र लक्षणं लक्ष्यम् इति तत्र ये पठन्ति ते न जानन्ति इति कृत्वा तत्र लक्षणं किं लक्ष्यं किम् एतत् सर्वं वर्णितमस्ति खलु अपि दोषत्रयं वर्तते दोषत्रयं नास्ति चेदेव लक्षणम् इति स्वीकुर्मः इति सर्वम् उक्तमस्ति अतः एतत् सर्वम् उक्तवान् तदनन्तरं सः वदति अस्तु दोषम् एतत् सर्वम् इदानीं तत्र ये पठन्ति ते जानन्ति अतः इदानीम् अग्रे पुनः पृथ्वी इति मूलविषयः यः अस्ति तत्र गच्छामः अतः प्रकृतम् अनुसरामः नाम पृथिव्याः लक्षणम् इति मूलविषयः अस्ति तम् अनुसरामः गन्धः पृथ्वीयाः लक्षणम् इत्युक्तम् लक्षणज्ञानेन गन्धः एव वयं स्वीकृतवन्तः खलु तत्र पृथिव्याः लक्षणं किम् अस्ति गन्धः यत् किमर्थं किमर्थं स्वीकृतवन्तः? यतोहि सर्वत्र यत्र यत्र पृथ्वी अस्ति तत्र गन्धः अस्ति, यत्र पृथ्वी नास्ति तत्र गन्धः नास्ति, खलु? अतः तत्र लक्ष्यस्वजातीयेषु समानजातीयेषु वृत्तित्वम् अस्ति, अलक्ष्येषु अवृत्तित्वम् अस्ति, अतः गन्धः पृथिव्याः लक्षणम् इति स्वीकर्तुं शक्नुमः। अस्तु, अग्रे। लक्षणज्ञानेन सामान्यतः पृथ्वीयां ज्ञातायां विशेषजिज्ञासा भवति तत्र उक्तम्। तत्र किञ्चित् अवगच्छति वा तत्र? तत्र लक्षणज्ञानेन सामान्यतः पृथिव्यां ज्ञातायाम् इति ज्ञातायां विशेषजिज्ञासा भवति तत्र उक्तं। नाम तत्र किम् अस्ति? विशेषजिज्ञासा। किन्तु तत्र पृथिव्यां ज्ञातायाम् इति तत्र विभक्ति का इति वदति वा? तदनन्तरम् अन्य वदति पृथिव्यां ज्ञातायाम् इति विभक्ति का तत्र? षष्टि पृथिव्याम् इति पृथिव्यां प्रथम द्वितीय अस्तु, चिन्ता मास्तु, चिन्ता मास्तु। अस्तु, तत्र अन्य कोऽपि तत्र वदतु। तत्र शुभदा भगिनी किञ्चित् अत्र वदतु भगिनि। महोदय, प्रयत्नं करोमि। तत्र पृथिव्यां ज्ञातायाम् इति तत्र विभक्ति का? तत्र तु सप्तमी अस्ति, सति सप्तमी अस्ति तत्र। किं भगिनि? सति सप्तमी अस्ति इति, ज्ञातायां सति इति। हा, नाम तत्र लक्षणज्ञानेन नाम प्रथमतया किम् उक्तं? गन्धः पृथिव्याः लक्षणं। तत्र कीदृशपृथिवी? सामान्यपृथिवी। तत्र विशेषपृथिवी इति न उक्तं, केवलं पृथिवी। पृथिवी याः लक्षणं गन्धः, अतः तत्र प्रथम आरम्भे तत्र पृथिवी एव उक्तं। पृथिवी ज्ञाता इति तत्र प्रथमा विभक्ति, पृथिवी ज्ञाता नाम सामान्यपृथिवी ज्ञाता। प्रथमतया तत्र पृथिवी का इति प्रश्नः भवति, तस्य उत्तरं यदि प्राप्नुमः तदनन्तरं वयं चिन्तयामः, अस्तु सामान्यज्ञानं प्राप्तं, किन्तु विशेषपृथिवी किमपि अस्ति वा इति, कापि अस्ति वा इति। अतः तत्र विशेषजिज्ञासा तदा अनन्तरं भवति। प्रथमतया सामान्यजिज्ञासा भवति, तदनन्तरं विशेषरूपस्य जिज्ञासा भवति। अतः तत्र उक्तम् अस्ति। किमुक्तमस्ति अग्रे महोदय? मां सम्यक्तया न श्रुतम्, अहं वा? न, शुभदा भगिनी। अस्तु, लक्षणज्ञानेन सामान्यतः पृथिव्यां ज्ञातायां विशेषजिज्ञासा भवति तत्रोक्तं, यदा भवान् उक्तवान् प्रथमं तु सामान्यजिज्ञासा भवति, यदा पृथिवी इति लक्ष्यं वयं जिज्ञासवः ज्ञातवन्तः, तदनन्तरं विशेषजिज्ञासा तत्र उद्भवति, विशेषकुतूहलम् उद्भवति, किमिति चेत् नित्या अनित्या, अनित्या च, नित्या परमाणुरूपा भवति। नाम तत्र यदि कोऽपि वदति तत्र दोषा इति वदति, अस्तु दोषा किम् इति प्रश्नः भवति, तदनन्तरमेव तत्र दोषेषु तत्र कति विधाः सन्ति इति प्रश्नः तदनन्तरमेव भवति, खलु? तथैव अत्र प्रथमतया पृथ्वी का इति प्रश्नः, तदनन्तरं पृथिव्यां विशेषानि कानि इति अनन्तरं प्रश्नः भवति। तस्य उत्तरम् अस्ति पृथिव्याः अनित्या, अनित्या इति वैविध्यं वर्तते इति अनन्तरम् उक्तम्। अग्रे, नित्या परमाणुरूपा, अनित्या कार्यरूपा इति। नित्या इति तत्र परमाणवः एव, परमाणुरूपम् एव भवति, तत्र पेज् 37 मध्ये प्रथमे परिच्छेदे तत्र दत्तमस्ति नित्या परमाणुरूपा इति अनित्या कार्यरूपा परमाणुरूपा इति यदा परमाणव एव तत्र नित्य पृथ्वी पदार्थाः पार्थिवपदार्थः परमाणवः एव पार्थिवपरमाणव एव तत्र नित्य नित्यपदार्थः भवति अस्मिन् भागे अपि च अनित्या कार्यरूपा इति तत्र पदार्थस्य कारणं कार्यमस्ति चेत् तत् अनित्यं कारणमस्ति चेत् तत् कार्यं भवति सः पदार्थः कार्यं भवति तत् पदार्थं कार्यं भवति तत्तु अनित्यं भवति यदा पुस्तकं तत्र पुस्तकस्य कारणानि सन्ति खलु कारणं कुत्र भवति अतः पुस्तकं कार्यं भवति कार्यम् अस्ति इति कृत्वा अनित्यम् अस्ति अनित्यं भवति अग्रे यस्य उत्पत्तिः नास्ति अर्थात् प्रागभावो न भवति एवं ध्वंसोऽपि न भवति सः नित्यः यथा आकाशः कः अस्ति नित्यपदार्थः कः अस्ति यस्य उत्पत्तिः नास्ति यस्य कोऽपि कस्मात् उत्पद्यते इति किमपि ज्ञानं नास्ति अव्युत्पन्न इति भवति चेत् उत्पत्तिः भवति चेत् तत्र कस्मिन् एकस्मिन् क्षणे तस्य उत्पत्तिः भवति खलु तदनन्तरं सः पदार्थः वर्तते किन्तु वर्तते किन्तु तस्मात् प्राक् पूर्वं सः पदार्थः नासीत् खलु अतः तत्र उत्पत्तिः अस्ति चेत् प्रागभावः वर्तते खलु उत्पत्तिः नास्ति अतः प्रागभावो अपि प्राक् अभावः अपि न भवति अतः ध्वंसः इत्युक्ते नाशः अपि न भवति अतः नित्यः सः एव नित्यः खलु अतः तत्र इत्युक्ते यस्य उत्पत्तिः उत्पत्तिः लयः नाशः किमपि नास्ति तत् नित्यः इति उच्यते यथा आकाशः यथा आकाशः अस्तु अग्रे न हि तस्य प्रागभावः ध्वंसो वा वर्तते आकाशस्य किमपि प्राक् अभावः आसीत् अधुना उत्पत्तिः अभवत् इति किमपि नास्ति प्रागभावः नास्ति अतः ध्वंसः इत्युक्ते नाशः अपि यत् नास्ति एव तस्य ध्वंसः अपि न भवति अतः ध्वंसः अपि न वर्तते तस्य प्रागभावः ध्वंसः वा न वर्तते इति यस्य प्राग भगिनी एतावत् न पठि एतद् वाक्यं न पठितम् अतः तत्र वाक्यद्वयं स्वीकृत्य पठतु भगिनि वाक्यद्वयम् अग्रे यस्य प्राग् यस्य प्रागभावप्रतियोगित्वं ध्वंसप्रतियोगित्वं च सः अनित्यः अग्रे अनित्यपृथिवीरूपस्य घटस्य प्रागभावोऽपि भवति ध्वंसोऽपि तावत् प्रागभावप्रतियोगित्वं ध्वंसप्रतियोगित्वं च सः अनित्यः नाम तत्र एतत् स्वीकुर्मः तत्र घटः अथवा पुस्तकमिति घटः एव स्वीकुर्मः घटः अनित्यः खलु अनित्यः अतः तत्र घटस्य तत्र उत्पत्तिः अभवत् इदानीं घटः अस्ति पूर्वं तत्र घटः नासीत् अतः घटस्य प्रागभावः अस्ति खलु अस्ति तत्र प्रागभावः प्रागभावः आसीत् प्रागभावस्य अभावः अस्ति चेत् तत्र अभावः अनुयोगी इति वदामः खलु यतोहि अभावः अनुयोगिता तत्र विरोधः इति अस्ति खलु तत्र विरोधः अनियोगी इति अभावः, प्रतियोगी सः अत्र प्रागभावः इति प्रतियोगी, न न प्रागभावः इति अनियोगी, अभावः इति अनियोगी, प्रतियोगी भवति अभावः, अभावः एव सर्वदा अनुयोगी, अनुयोगी अनुयोगी प्रतियोगी इति अस्ति, घटाभावस्य अनुयोगी अभावः, घटाभावस्य प्रतियोगी नाम घट एव, घट एव, घट एव, अतः तत्र घटे तत्र तत्र प्रागभावप्रतियोगित्वं तत्र अस्ति, अपि तत्र पुनः घटस्य ध्वंसः भवितुम् अर्हति, घटः इदानीं नष्टः चिन्तयामः, अतः तत्र ध्वंस प्रध्वंसः अभावः आसीत् खलु, तस्य अपि प्रतियोगित्वं घटस्य वर्तते, अतः तत्र घटः अनित्यः, तत्र प्रागभावप्रतियोगित्वमपि भवति प्रध्वंसप्रतियोगित्वमपि भवति चेत् तत्र सः पदार्थः अनित्यः इति स्वीकर्तुं शक्यते. अस्तु अग्रे तत्र अन्यकोपि धन्यवादः भगिनि. समीचीनं, धन्यवादः महोदय. अस्तु अग्रे तत्र गतवर्गे कः अथवा कः न पठितवती तत्र, हा विमला भगिनी किञ्चित् पठति वा? विमला भगिनी महोदय, इदमेव घटे विद्यमानं नित्यत्वं, न भगिनि पूर्ववाक्यमपि तत्र, अतः अतः प्रागभावप्रतियोगित्वं घटे, ध्वंसप्रतियोगित्वम् अपि घटे, प्रतियोगित्वस्य अभावस्य अभावस्य विरोधः प्रतियोगिता. भगिनि तत्र एतादृशं कुर्मः, अतः इति आरभ्य अतः प्रागभावप्रतियोगित्वम् इति तावत् तत्र पूर्णपरिच्छेदं पठतु भगिनि एकवारं, कुसतः प्रकृतमनुसरामः तत्रतः वा? न न न अतः प्रागभावप्रतियोगित्वं ततः आरभ्य. अस्तु, अतः प्रागभावप्रतियोगित्वं घटे, ध्वंसप्रतियोगित्वमपि घटे, इदमेव घटे विद्यमानम् अनित्यत्वम्. एवम् एवम् अनित्यत्वे ज्ञाते तत् अभावः नित्य, तत् अभावः नित्यत्वं गगनादौ ज्ञातुं शक्यते. अत्र अभावः अपि च अपि च तस्य प्रतियोगिता अस्तु. एवम् अनित्यत्वे ज्ञाते तत् अभावः नित्यत्वं गगनादौ ज्ञातुं शक्यते. प्रागभावप्रतियोगित्वस्य अभावः, ध्वंसप्रतियोगित्वस्य च अभावः गगने अस्ति. इदम् अभावद्वयमेव नित्यत्वम्. तद्युक्ता नित्या पृथिवी परमाणुरूपा निरूपिता, तस्यामपि अस्ति इदम् अभावद्वयमपि, इदम् अभावद्वयमिति परमाणोः नित्यत्वम् आगतम्. अनित्या तु घटादिरूपा उक्ता एव, उक्तैव इति तावत्पर्यन्तं. अस्तु इदानीं इदानीम् अतः प्रागभाव प्रागभावप्रतियोगित्वं घटे अस्ति. घटः यदा घटः नास्ति तत्र अभावः अस्ति. यदा घटं वयं नयामः तत्र तत् प्रागभावप्रतियो प्रागभाव प्रागभावः इति विषयः न तु अत्यन्त अभावः खलु. घटः इदानीं घटः इदानीं नास्ति न विषयः, तत्र घटः एव नास्ति, घट एव घटः, घटस्य उत्पत्तिः इदानीम् अस्मिन् क्षणे अभवत् इति चिन्तयामः, अतः तत्र पूर्वं तस्य प्रागभावः अपि च तस्य ध्वंसस्य पश्चात् घटः नास्ति. तत् ध्वंस यदि ध्वंसस्य पूर्वं प्रतियोगिता आसीत् ध्वंसभावस्य प्रतियोगिता घटे अस्ति. हा प्रध्वंसः अभावः अस्ति, प्रध्वंस अभावस्य प्रतियोगिता घटे अस्ति. अतः तत्र द्वयमपि अनित्यत्वम् इति उच्यते. घटे यत् विद्यमानम् अनित्यत्वं तदेव प्रागभावप्रतियोगित्वम् अपि च ध्वंसप्रतियोगित्वम् इति. सत्यं भगिनि, हा तदेव अस्ति. अनित्यत्वं नाम प्रागभावप्रतियोगित्वम् अपि च प्रागभावप्रतियोगित्वं ध्वंसप्रतियोगित्वं. घटे यद् घटे अस्ति तत् घटे विद्यमानम् एवम् अनित्यत्वम्. यदि यदा वयम् एतत् जानीमः एवम् अनित्यत्वे ज्ञाते तत्र सतिसप्तमी सतिसप्तमी तत् अभावः नित्यत्वं गगनादौ ज्ञातुं शक्यते. यदा वयं जानीमः अनित्यत्वम् इत्युक्ते किमिति तस्य विपरीतमस्ति नित्यत्वम् इत्युक्ते अभावः अनित्यत्वस्य अभावः नित्यत्वं तत् गगनादौ वस्तुषु पदार्थेषु वर्तते. हा न तत् अस्ति इति गगनादौ नाम आकाशे आकाश अस्ति इति वयं ज्ञातुं शक्नुमः. प्रागभावप्रतियोगित्वस्य अभावः ध्वंसप्रतियोगित्वस्य च अभावः गगने अस्ति. इत्युक्ते गगने प्राक् अभावः अपि नास्ति तस्य प्रध्वंस अभावः अपि नास्ति. प्राग् अभावस्य प्रतियोगित्वं नास्ति तथैव ध्वंसप्रतियोगित्वस्य च अभावः अस्ति. प्रागभावप्रतियोगित्वस्य अभावः अस्ति गगने, ध्वंसप्रतियोगित्वस्य च अभावः गगने अस्ति. द्वयम् अभावं नित्यस्य प्राग् अभावः नास्ति अपि आकाशस्य प्रध्वंस अभावः अपि नास्ति. अतः तत्र वयं वदामः प्रागभावप्रतियोगित्वम् आकाशे नास्ति, अतः तत्र प्रागभावप्रतियोगित्वस्य अभावः आकाशे अस्ति. अपि तथैव ध्वंसप्रतियोगित्वस्य अभावः गगने अस्ति. इदम् अभावद्वयमेव नित्यत्वम्. नित्यत्वम् इत्युक्ते इदमेव यदि वर्तते तदा नित्यत्वम् इति स्वीकर्तुं शक्नुमः. अतः तत्र अनित्यत्वम् इत्युक्ते किम् इति उक्तं, नित्यत्वम् इत्युक्ते अपि किम् इति उक्तम् एतावत्. अस्तु अग्रे. तद्युक्ता नित्या पृथिवी परमाणुरूपा. तद् युक्ता इति किं महोदय? पृथिवी तु नित्या पृथिवी परमाणुरूपा. तद् नाम तत्र किमस्ति? तद् नाम नित्यत्वम्. नित्यत्वम् अस्तु, निरूपिता. तत्र यत् पूर्व तद् साधारणतया किम् अस्ति, पूर्वस्मिन् वाक्ये यत् कर्तृपदमस्ति तदेव भवति खलु. अतः तत्र तद् तद् नाम तत्र नित्यत्वं, नित्यत्वेन युक्ता अस्तु भवति नित्या पृथिवी. अस्तु, नित्यत्वेन युक्ता सा पृथिवी नित्या, सा परमाणुरूपा इति निरूपिता. इति निरूपिता, पूर्वमेव निरूपितवन्तः. तत्र पृथ्वी परमाणवः नित्याः इति. अस्तु, तस्यामपि अस्ति इदम् अभावद्वयम् इति परमाणोः नित्यत्वम् आगतम्. अभावद्वयं नित्यरूपा पृथिव्यामपि अभावद्वयमस्ति. अभावद्वयमस्ति नाम तत्र उत्पत्तिः अपि न भवति, अतः तत्र नित्यपदार्थाः. अतः तत्र नित्यत्वम् अनित्या तु घटादिरूपा उक्ता एव. पूर्वमेव उक्तं घटस्य अनित्यत्वं. घटस्य अनित्यत्वं वयमेव घटस्य प्रागभावः अस्ति, ध्वंसः अपि अस्ति इति. अतः तत्र तादृशपदार्थः अनित्यपदार्थः इति विवरणं दत्तम्. अस्तु, समीचीनं भगिनी, धन्यवादः. एतावत् तत्र नित्य अनित्य इति तत्र द्वैविध्यं वर्तते. तादृशमेव तत्र जलस्य विवरणे, जलस्य लक्षणसमये अपि भवति, अपि वायोः अपि तादृशं भवति, अपि तत्र तेजसः तस्मिन् सन्दर्भे अपि भवति. इदानीम् अग्रे किं भवति, तत्र किञ्चित् तत्र किं शिरोवेदनजनकं शिरोवेदनाजनकं विषयः भवति. हा, अग्रे तत्र समीचीनमेव अस्ति, किन्तु तत्र किञ्चित् क्लेशः अपि भवति इति मन्ये. अस्तु, तत्र पठामः तत्र अग्रे. तत्र अग्रे हा, धनश्री भगिनी पठितुमिच्छति वा अग्रे? आम् आम् महोदय. गन्धवती पृथ्वी, गन्धवत्वं पृथिव्याः लक्षणम् इत्यनयोः भेदनिरूपणम्. उभयविधपृथिव्याः गन्धरूपस्य लक्षणस्य च अस्ति आधाराधेयभावः. तथा जलस्थले शीतस्पर्शः अपां लक्षणमिति, अत्रापि शीतस्पर्शः आधेयः आपो जलम् अधिकरणम्. शीतस्पर्शे आधेयता तन्निरूपिता अधिकरणता जले, अधिकरणताश्रयः जलम्, अधिकरणताश्रयत्वं जले अस्ति इति समन्वयः. लक्षणस्य लक्ष्ये विद्यमानत्वं यत् वर्ण्यते सः समन्वयः इति उच्यते. अत्र उभयविधपृथिव्याः गन्धरूपस्य लक्षणस्य च अस्ति आधार आधेयभावः, नाम गन्धः पृथिव्याः लक्षणम्. अत्र गन्ध भगिनि, तत्र गन्धवती पृथ्वी इति प्रथमविवरणं, गन्धवत्वं पृथिव्याः लक्षणं यथा भवत्या उक्तम्. अस्तु, प्रथमवाक्यमस्ति. भेदः कः इति अग्रे निरूप्यते. तत्र उभयविध इत्युक्ते तत्र नित्य अनित्य इति, नित्य अनित्य उभयविध पृथिव्याः नाम तत्र पृथिव्याः उभयविध किमस्ति, वैविध्यं किमस्ति पृथिव्याः, नित्य अनित्यभावः, नित्य नित्य अनित्य पृथिव्याः गन्धरूपस्य लक्षणस्य च अस्ति आधार आधेयभावः. तत्र गन्धः अपि पृथिवी तयोः मध्ये नित्या पृथ्वी वा अनित्या पृथ्वी वा, गन्धः अपि पृथ्वी तयोः मध्ये आधार आधेयभावः अस्ति. किमर्थम् नाम पृथिवी इति आधारः अस्ति, गन्धे आधेयता अस्ति. किमर्थं गन्धः लक्षणम् इति स्वीकृतवन्तः, किमर्थं तत्र अस्ति? यतोहि वयं किं लक्षणम् इति उक्तवन्तः, लक्षणं लक्ष्ये भवति. प्रथम अंशः आसीत् तत्र लक्षणं लक्ष्ये अस्ति, लक्षणं कुत्र अस्ति, अतिथ्ये अस्ति. अतः तत्र गन्धः इति लक्षणं, यः लक्षणं गन्धः पृथिव्यां भवेत्. गन्धः अपि पृथिवी तयोः मध्ये आधार आधेयभावः भवति उक्तवती. तत्र पृथिवी आधारः, गन्धः आधेयः. समीचीनम्, अग्रे. तथा जलस्थले शीतस्पर्शः अपां लक्षणमिति, अत्रापि शीतस्पर्शः आधेय आपो जलम् अधिकरणम्. नाम यथा पृथिवी गन्ध अनयोर्मध्ये अस्ति, तथैव अपां शीतस्पर्श अनयोः मध्ये अपि आधाराधेयभावः अस्ति. एतत् शीतस्पर्शः, शीतस्पर्शः अग्रे तत्र अग्रिमे पुटे तत्र पश्यतु, सङ्ख्या अस्ति 42. तत्र प्रथमपरिचयम् एकवारं पठतु भगिनि. तत्र 42 अस्य प्रथमपरिच्छेदः. शीतस्पर्शवत्यः आपः ताः द्विविधा, नित्यानित्याश्च. नित्याः परमाणुरूपाः, अनित्याः कार्यरूपाः. पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात्. शरीरं वरुणलोके, इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति, विषयः सरित्समुद्रादिः. हा इति समुद्रादिः अतः तत्र शीतस्पर्शवत्य आपः इति भवति. तत्र आपः इति तत्र वचनं किम्? आपः बहुवचन. हा, यतोहि तत्र सर्वदा तत्र बहुवचने एव तत्र निश्चितवचनपदम् अस्ति. अतः तत्र तत्र अपां लक्षणं, तत्र शीतस्पर्शः एव तत्र लक्षणं. तत्र शीतस्पर्शः इति लक्षणम्, आपः इति लक्ष्यम्, अतः तत्र तयोः मध्ये आधार आदेयभावः. यतोहि लक्षणं लक्ष्ये अस्ति, नास्ति चेत् तत्र असम्भवदोषः भवति. हा, अतः तत्र लक्षणं लक्ष्ये भवति. एतद् तत्र लक्षणस्य विवरणम् एतत् सर्वं कृत्वा यदि प्रथमवारं वयं चिन्तयामः लक्षणं लक्षणं लक्षणं कुत्र अस्ति वो न जानीमः, अतः तत्र स्थापयन्तु लक्षणं कुत्र अस्ति इति प्रश्नस्य उत्तरमस्ति लक्ष्ये अस्ति, लक्ष्ये अस्ति. हा, अस्तु, अग्रे भगिनि. शीतस्पर्शे आधेयता, तन्निरूपिता अधिकरणता जले, अधिकरणताश्रयः जलम्, अधिकरणताश्रयत्वं जले अस्ति इति समन्वयः. समन्वयः इति अग्रे वदति, किन्तु तत्र शीतस्पर्शे आधेयता, तन्निरूपिता अधिकरणता जले इति तत् स्वीकृत्य यथा वयं वारं वारं विवरणं कृतवन्तः, तत्र शीतस्पर्शः तस्मिन् आधेयता, जले अधिकरणता, तत्र चित्रं कृतवन्तः खलु. तत्र अतः तत्र शीतस्पर्शः इति आरभ्य जलं पर्यन्तं विवरणं करोतु. शीतस्पर्शे आधेयता अस्ति, निरूपित अधिकरण शीतस्पर्श निश्च आधेयता, निरूपित अधिकरणताश्रयः जलम्. हा, इति अपि विपरीतदिशि जलनिष्ठ अधिकरणता, निरूपित आधेयताश्रयः शीतस्पर्शः इति भवति. हा, अतः तत्र वयम् अधिकरणता अपि आधेयता तयोः मध्ये निरूप्य निरूपकभावः इति जानीमः. अपि एतादृशं वर्णनं वयं बहुवारं कृतवन्तः. अग्रे जले अस्ति इति समन्वयः. अस्तु, अग्रे. हा, अधिकरणताश्रयत्वं जले अस्ति इति समन्वयः. लक्षणस्य लक्ष्ये विद्यमानत्वं यत् वर्ण्यते सः समन्वयः इति उच्यते. समन्वयः नाम येन वाक्येन लक्षणस्य लक्ष्ये विद्यमानत्वं दर्श्यते वर्ण्यते सः वाक्य नाम अत्र अधिकरणताश्रयत्वं जले अस्ति इति वाक्ये समन्वयः अस्ति इति अर्थः भवति किम्? हा, यतोहि तत्र जले अधिकरणता अस्ति. अधिकरणता कीदृशी अस्ति? शीतस्पर्शनिष्ठ आदेयता, निरूपित अधिकरणता अस्ति. अतः तत्र तादृशवर्णनेन वयं जानीमः तत्र लक्षणं लक्ष्ये अस्ति, लक्ष्ये विद्यमानः अस्ति इति, लक्षणं विद्यमानम् अस्ति इति जानीमः. अतः तत्र समन्वयः इति तत्र व्यवहारः भवति. हा, अस्तु, समीचीनम्. इदानीं तत्र अस्तु, इदानीम् अग्रे सरामः. तर्हि धन्यवादः भगिनी. अग्रे तत्र जयलक्ष्मी भगिनी किञ्चित् पठितुम् इच्छति वा अग्रे? आम् महोदय. परन्तु सङ्ग्रहे गन्धवती पृथिवी, शीतस्पर्शवत्यः आपः इत्यादि लक्षणवाक्यानि लौकिकव्यवहारः इव भवन्ति. यथा सास्नातिमती गौः इति लौकिकव्यवहारः, यथा वा नीलोघटः इति व्यवहारः. परन्तु नैयायिकव्यवहारे लक्षणवाचकं यत् पदं ततः परं त्वतलादिभाववाचकप्रत्ययं कृत्वा लक्ष्यवाचकपदोत्तरं च षष्टीं प्रयुञ्जते, यथा गन्धवत्वं पृथिव्याः लक्षणम् इति. अत्र लौकिकव्यवहारे एतादृशं भवति इति उक्तम्. इत्युक्ते सास्नातिमती गौः इति लौकिकव्यवहारः भवति. नीलः घटः इति च लौकिकव्यवहाररूपेण वदति वदन्ति किन्तु न्यायिकलोके न्यायशास्त्रे सङ्ग्रहे गन्धवती पृथ्वी शीतस्पर्शवत्यः आपः इति लक्षणवाक्यानि उच्यन्ते अत्र तत्र कथितप्रयोगः गन्धवती पृथ्वी कीदृशमस्ति नाम तत्र घटवत् भूतलम् इति तत्र घटः भूतले अस्ति गन्धवती पृथ्वी गन्धः पृथिव्याम् अस्ति शीतस्पर्शः तत्र अपां तत्र किमस्ति शीतवत्यः आपः इति तादृशवाक्यानि तर्कसङ्ग्रहे उक्तम् एतादृशं वाक्यं तर्कसङ्ग्रहे मूल अस्माकं मूलग्रन्थः तर्कसङ्ग्रहः तत्र एतादृशं वर्णनमेव दत्तं गन्धवती पृथ्वी इति एव दत्तं तत्र गन्धवती इति पदस्य विभक्ति का गन्धः अस्य अस्ति इति गन्धवती इति पदस्य विभक्ति विशेषणमस्ति गन्धवती इति विशेषणं पृथ्वी इति विशेष्यम् तत्र समानविभक्तिः अस्ति किन्तु एतादृशं विवरणं नैयायिकाः न इच्छन्ति एतद् लौकिकव्यवहारैव भवन्ति शासनादिमति गौः अथवा तत्र नीलो घटः इति तादृशव्यवहार लौकिकव्यवहारः भवति तादृशम् एतदपि अस्ति परन्तु नैयायिकाः किम् इच्छन्ति अन्तिमं वाक्यं परन्तु परन्तु नैयायिकव्यवहारे लक्षणवाचकं यत् पदं ततः परं त्वातलादिभाववाचकप्रत्ययं कृत्वा लक्षणवाचकपदोत्तरं च षष्ठी प्रयुज्यते यथा गन्धवत्वं पृथिव्याः लक्षणम् इति न्यायशास्त्रे एतादृशवाक्यानि दृश्यन्ते इति उक्तं तत्र कथितप्रयोग कृत्वा अत्र तत्र नैयायिकः किम् इच्छन्ति तत्र गन्धवती पृथ्वी इति स्थाने पृथ्वी इति तत्र लक्ष्यवाचन वाचकपदं पृथ्वी खलु पृथ्वी इति अस्माकं लक्ष्यम् अपि गन्धः इति वयं चिन्तितवन्तः लक्षणं गन्धः लक्षणं पृथ्वी लक्ष्यम् इति इदानीं लक्ष्यवाचकपदोत्तरं च षष्ठी प्रयुञ्जते नाम पृथ्वीस्थाने किं ते वदन्ति पृथिव्याः इति वदन्ति अतः तत्र तस्य षष्टि लक्ष्यवाचकपदस्य षष्टि भवति नाम पृथिव्याः इति भवति इदानीं पूर्वं तत्र यद् लक्ष्यं लक्षणमिति चिन्तितवन्तः तत्र गन्धवती इति पदमस्ति तत्र गन्धवती इति स्थाने तत्र प्रातिपदिकं गन्धवत् खलु यतोहि तत्र मतुपिति भवति हा तत्र स्त्रीलिङ्गे अस्ति अतः तत्र गन्धवती पृथ्वी प्रातिपदिकं तु गन्धवत् इदानीं तत्र गन्धवत् इति स्थाने वयं किम् उक्तवन्तः नैयायिकाः किं वदन्ति गन्धवत् त्वं त्वम् इति स्थापितमस्ति तत्र गन्धवत्वं त्वम् इति किम् अस्ति तत्र भाववाचकः अस्ति खलु तत्र पुस्तकं पुस्तकत्वं यानं यानत्वं जलं जलत्वं भाववाचकः प्रत्ययः अस्ति तत्र त्वम् इति भाववाचकप्रत्ययः अस्ति अन्यत् किम् अस्ति तल् इति नाम तत्र सुन्दरं सुन्दरः इति तत्र सुन्दरत्वम् इति त्वं प्रत्ययः स्वप्रत्ययः अपि तल् इति अस्ति चेत् किं भवति सुन्दरता इति भवति अपि अन्यः अस्ति तत्र शै इति प्रत्ययः तेन सौन्दर्यम् अत्र तत्र प्रसिद्धभावप्रत्ययत्रयं वर्तते अतः तत्र स्व तल् आदि भाववाचकप्रत्ययं कृत्वा वयम् अत्र त्वं त्व इति स्वीकृतम् अतः तत्र गन्धवत्वम् इति भाववाचकप्रत्ययं स्थापितवन्तः गन्धवत्वं पृथिव्याः लक्षणम् इति तादृश एतादृश लक्षणवाक्यं ते इच्छन्ति, गन्धवत्वं पृथिव्याः लक्षणमिति ते इच्छन्ति. इदानीं प्रश्नः अस्ति, तत्र गन्धवती पृथिवी इति अस्ति, गन्धवत्वं पृथिव्याः लक्षणं नाम पृथिवीलक्षणम् इति वाक्यद्वयमस्ति, तयोः मध्ये कः भेदः इति प्रश्नः. किमर्थं गन्धवती इति पृथिवी इति न उक्त्वा गन्धवत्वं पृथिवीलक्षणम् इति ते वदन्ति, अथवा पृथिव्याः लक्षणम् इति किमर्थं ते वदन्ति इति प्रश्नः. अतः तत्र गन्धवत्वम् इति तत्र किम् इति प्रथमतया तस्य किञ्चित् स्पष्टीकरणं प्रथमतया भवेत्. तत्र अतः तत्र एतत् कुर्मः, तत्र सर्वे एतद् अन्यत् उदाहरणं स्वीकुर्मः, येन वयं सम्यक्तया ज्ञातुं शक्नुमः. तत्र घटः भूतले अस्ति इति स्वीकुर्मः, तत्र घटः भूतले अस्ति, तत्र आधारः कः अस्ति? घटः घटवत् भूतलम्, आधारः आधारः भूतलम्, भूतलं हा अपि घटः भूतले अस्ति. अतः तत्र सर्वे चित्रं स्थापयन्तु, अधोभागे भूतलं, तस्य उपरि घटः. इदानीं घटे किमस्ति? घटत्वम् अस्ति खलु. घटत्वं कुत्र अस्ति? घटे अस्ति. अतः तत्र तस्य उपरि घटत्वम् इति स्थापयतु. तत्र भावः अस्ति अथवा जातिः अपि वक्तुं शक्नुमः. तत्र घटत्वम् उपरि अस्ति, घटः अधोभागे अस्ति, तस्य अधोभागे भूतलम् इति अस्ति. इदानीं तत्र मतु प्रत्ययः भवति, तत्र घटवत् भूतलम् इति, तत्र घटवत् भूतलं, भूतलं कीदृशं? घटवत् अस्ति नाम घटः भूतले अस्ति इति, यस्य यस्मिन् वा इति अर्थे तत्र मतु प्रत्ययः भवति. तत्र घटवत् भूतलं, घटवत् नाम भूतलम् एव. इदानीं तत्र घटवत्वं कुत्र भवति? घटे भवति. घटवत्वं घटत्वं घटे अस्ति, घटवत्वं कुत्र अस्ति? भूतले, भूतले. अतः तत्र घटवत्वं तत्र घटस्तरे वर्तते. तत्र घटः, घटस्य अधोभागे भूतलं, भूतले घटः अपि अस्ति, भूतले घटवत्वम् अपि अस्ति. तत्र घटवत्वं भूतले अस्ति, घटः अपि भूतले अस्ति. अतः तत्र किन्तु नैयायिकाः तत्र घटवत् भूतलम् इति न इच्छन्ति, घटवत्वं भूतलस्य लक्षणं, तत् लक्षणं नास्ति, किन्तु तादृशप्रयोगः ते प्रयोगः इच्छन्ति. किमर्थमिति अग्रिमे वर्गे पश्यामः. अस्तु, समीचीनमस्ति, एतावत् वयं किमपि पठितवन्तः. अस्तु तर्हि ध्वनिमुद्रणं स्थगयामि. धन्यवादः.